उत्थानम् ब्रूहि मंगलमूतमं असेवना च बालानं पंडितानं च सेवना पूजा च पूजनेयानं एतं मंगलमूतमं पतिरूपदेशवासो च पूबे च तत् पुण्यता आत सम्मापनिधि च एतं मंगलमूतमं बाहु सचंच सीपंच विनयो च सुशिक्षितो सुभाषिता च यावाचा एतं मंगलमूतमं माता पितु उपठानं पुत्रदारस संगहो अनाकुला च कम्मन्ता एतं मंगलमूतमं दानं च धम्मचर्या च ज्ञातकानं च संगहो अनवजानिकम्मानि एतं मंगलमूतमं च संयमो अपमादो च धम्मेषु एतं मंगलमूतमं गारवो च निवातो च संतुति च कतन्युता कालेन धम्म सवनं एतं मंगलमूतमं खन्ति च सुवच सता समनानं च दसनं कालेन धम्म साकच्छ एतं मंगलमूतमं तपो च ब्रह्मचर्यं च अरियसचानदसनम् निब्बान सचिकिरिया च एतं मंगलमूतमं पुटसलोकधम्मेः चित्तं यस्सनकम्पति अशोकं विरजं खेमं Etam mangala mutamam Eta visanika kvana Sabbathama parajita Sabbatha sotinga chanti Tante sammangala mottamanti Etena sacca vacena Sothite hotu sabada Etena sacca vacena Sabarogo vinasatu Etena sacca vacena Hotu te jaya mangala